काठकोपनिषत्। नमो भगवते वयस्वताय मृत्युवे ब्रह्मविद्याचार्याय नचिकेतसे च। अथ काठकोपनिषद्वल्लीनां सुखार्थप्रबोधनार्थम् अल्पग्रन्थवृत्तिः आरभ्यते। सदेहे धातोः विशरणगति अवसादनार्थस्य उपनिपूर्वस्य विप्रत्ययान्तस्य रूपमिदम् उपनिषत् इति। उपनिषत्शब्देन च व्याचिक्यस्तग्रन्थप्रतिपाद्यवेद्यवस्तुविषयविद्या उच्यते। केन पुनः अर्थयोगेन उपनिषत्शब्देन विद्या उच्यते इति उच्यते। ये मुमुक्षवः दृष्टानुश्रविकविषयवितृष्णाः सन्तः उपनिषब्दवाच्यां वक्ष्यमाणलक्षणां विद्याम् उपसद्य उपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति, तेषाम् अविद्यादेः संसारबीजस्य विशरणात् हिंसनात् विनाशनात् इति अनेन अर्थयोगेन विद्या उपनिषद् इत्युच्यते। तथा च वक्षते निचायतं मृत्युमुखात् प्रमुच्यते इति। पूर्वोक्तविशेषणान् वा मोक्षं परं ब्रह्मगमयति इति च ब्रह्मगमयितृत्वेन योगात् ब्रह्मविद्या उपनिषत्। तथा च वक्षते ब्रह्मप्राप्तो विरजो अभूद्विमृत्युः इति। लोकादिः ब्रह्मजज्ञः यो अग्निः तद्विषयायाः विद्यायाः द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवासजन्मजरादि उपद्रवबृन्दस्य लोकान्तरे पौनःपुण्येन प्रवृत्तस्य अवसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगात् अग्निविद्यापि उपनिषद् इत्युच्यते। तथा च वक्षते स्वर्गलोकामृतत्वं भजन्ते इत्यादि। नानु च उपनिषब्देन अध्येतारो ग्रन्थमपि अवलभन्ते। उपनिषदं मदीमहे उपनिषदम् अध्यापयामः इति च नैष दोषः। अविद्यादिसंसारहेतुविशरणादेः सदिधात्वर्थस्य ग्रन्थमात्रे असम्भव, विद्यायां च सम्भव, ग्रन्थस्यापि तादर्थ्येन तच्छब्दत्वोपत्तिः आयुर्वैकृतम् इत्यादिवत्। तस्मात् विद्यायां मुख्यया वृत्त्य उपनिषद्शब्दो वर्तते, ग्रन्थे तु भक्त्या इति। एवम् उपनिषन्निर्वचनेनैव विशिष्टोऽधिकारी विद्यायाम् उक्तः, विषयश्च विशिष्टः उक्तः विद्यायाः परं ब्रह्मप्रत्यगात्मं भवति। प्रयोजनं च अस्य आत्यन्तिकी संसारनिवृत्तिः ब्रह्मप्राप्तिलक्षणं, सम्बन्धश्च इयम्भूतप्रयोजनेन उक्तः। अतो यथोक्ताधिकारी विषयप्रयोजनसम्बन्धायाः विद्यायाः करतरण्यस्त आमलकवतो प्रकाशकत्वेन विशिष्टाधिकारी विषयप्रयोजनसम्बन्धः एतावल्यो भवन्ति। अतः ताः यथा प्रतिभानं व्याचक्षणम् उषन्न वै वाचश्रवसः सर्ववेदसंदौ तस्य नचिकेतानां पुत्रास। तत्र आख्यायिकविद्यास्तुत्यर्थ उषन् कामयमानः ह वै इति वृत्तर्थस्मरणार्थो निपातौ, वाजम् अन्नम् तद्दानादिनिमित्तं शवो यशो यस्य सः वाजश्रवः रूढितोव तस्य अपत्यं वाजश्रवसः। सः वाजश्रवसः किल विश्वजिता सर्वमेदेन ईजे तत्फलं कामयमानः। सः तस्मिन् कृतौ सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान्। तस्य यजमानस्य नचिकेतानां पुत्रः किल स बभूव। तगम्मकुमार्गं सन्तं दक्षिणासुनीयमानासौ श्रद्धाविशा सोमन्वितं तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तम् अप्राप्तप्रजन्मशक्तिं बालमेव श्रद्धा आस्तिक्यबुद्धिः पितुः हितकां प्रयुक्त आविवेश प्रविष्टवती। कस्मिन् काले इति आह ऋत्विग्भ्यः सदस्येभ्यश्च दक्षिणासुनीयमानासु विभागेन उपनीयमानासु दक्षिणार्थासु गोषु सः आविष्टशब्दो नचिकेतः अमन्यत। पीतोदकाजग्धतृणा दुग्धदोहा निरिन्द्रियाः अनन्दानाम ते लोकाः तां स गच्छित्ता ददतम्। कथमिति उच्यते, पीतोदक इत्यादिना दक्षिणार्था गावो विशेष्यन्ते। पीतम् उदकं याभिहिताः पीतोदकः, जग्धं भक्षितं तृणं याभिहिता जग्धतृणः, दुग्धो दोहः क्षीराख्यो यासां ताः दुग्धदोहः, निरिन्द्रियाः प्रजननासमर्थाः जीर्णाः, निष्फला गावः इत्यर्थः। यास्तः यम्भूतः गः ऋत्विग्भ्यो दक्षिणाबुद्ध्या ददतु प्रयच्छन् आनन्दः अनानन्द असुख नाम इत्येतत् एते लोकः तान् सः यजमानः गच्छति सहोवाच पितरं तत कस्मै मां दास्यसीति द्वितीयं तृतीयं तगं होवाच मृत्युवे त्वा ददामीति तदेवं क्रत्वसम्पत्तिनिमित्तं पितुः अनिष्टं फलं पुत्रेण सदा निवारणीयं मया आत्मप्रदानेनापि क्रतुसम्पत्तिं कृत्वा इति इयं मन्यमानः पितरम् उपगम्य स होवाच पितरं हे तत तात कस्मै ऋत्विग्विशेषाय दक्षिणार्थं मां दास्यसि इति प्रयच्छसि इत्येतत् स एवम् उक्तेन पित्रा उपेक्षमाणोऽपि द्वितीयं तृतीयमपि उवाच कस्मै मां दास्यसि कस्मै मां दास्यसि इति नायं कुमारस्वभाव इति क्रुद्धस्सन् पितः तामः पुत्रं किल उवाच मृत्युवेदि वयस्सुताय त्वां ददामि इति बहूनामीमि प्रथमो बहूनामीमि मध्यमः इहं स्विद्यमस्य कर्तव्यं यन्मयाद्यकरिष्यति स एवमुक्तः पुत्रः एकान्ते परिदेवयाञ्चकर कथमिति उच्यते बहूनां शिष्याणां पुत्राणां वा एमि गच्छामि प्रथमः सन् मुख्यया शिष्यादिवृत्त्या इत्यर्थः मध्यमानां च बहूनां मध्यमः मध्यमया एव वृत्त्या एमि न अधमया कदाचिदपि तमेवं विशिष्टगुणमपि पुत्रं मा मृत्युवे त्वा ददामि इति उक्तवान् पितः सः किं स्वीत्यमस्य कर्तव्यं प्रयोजनं मया प्रदत्तेन करिष्यति यत् कर्तव्यम् अद्य नूनं प्रयोजनम् अनपेक्षा एव क्रोधवशात् उक्तवान् पितः तदापि तत्पितुः वचो मृषां मा भूदिति अनुपश्यथा पूर्वी प्रतिपश्यतथा परे सस्यमिमर्त्यः पच्यते सस्यमिवाजायते पुनः एवं मत्वा परिदेवनापूर्वकमः पितरं शोकाविष्टं किं मया उक्तमिति अनुपश्य आलोचय विभावय अनुक्रमेण यथा येन प्रकारेण वृत्तः पूर्वे अतिक्रान्तः पितृ पितामहादयः तव तान् दृष्ट्वा च तेषां वृत्तम् आस्थातुमर्हसि वर्तमानाश्च अपरे साधवः यथा वर्तन्ते तांश्च तथा प्रतिपश्य आलोचय न च तेषां वृषाकरणं वृत्तं वर्तमानं वा अस्ति तद्विपरीतम् असतां च वृत्तं वृषाकरणं न च मृषाभूतं कृत्वा कश्चिन् अजरामरो भवति यतः सस्यमिव मर्त्यः मनुष्यः पच्यते जीर्णो म्रियते मृत्वा च सस्यमिव आजायते आविर्भवति पुनः एवम् अनित्ये जीवलोके किं मृषाकरणेन पालयात्मनः सत्यं प्रेषय मां यमाय इत्यभिप्रायः वैश्वानरप्रभृति अतिथिः ब्राह्मणो गृहान् तस्यैतागं शान्तिं कुर्वन्ति हरवयोस्तुतोदकम् स एवमुक्तः पिता आत्मनः सत्यतायै प्रेषयामास स च यमभवनं गत्वा तिस्रो रात्रिः उवास यमे प्रोषिते प्रोष्य आगतं यमम् अमात्या भार्या वा ऊचुः बोधयन्तः वैश्वानरः अग्निरेव साक्षात् प्रविशति अतिथिः सन् ब्राह्मणः गृहान् दहन्निव तस्य दाहं शमयन्त इव अग्निः एतां पाद्य आसनादिदानलक्षणां शान्तिं कुर्वन्ति सन्तः अतिथेः यतः अतः हर आहर हे वयस्वतः उदकं नचिकेत्से पाद्यर्थम् आशा प्रतीक्षे सङ्गतकं सुमृताञ्च इष्टापूर्ते पुत्रपशुंश्च सर्वान् एतद्वृङ्क्ते वृषस्याल्पमेधसं यस्य अनशन्वसति ब्राह्मणो गृहे यतश्च अकर्णे प्रत्यवायः श्रूयते आशा प्रतीक्षे अनिर्ज्ञातप्राप्य इष्टार्थप्रार्थना आशा निर्ज्ञातप्राप्य अर्थप्रतीक्षणं प्रतीक्ष ते आशा प्रतीक्षे सङ्गतं सत्संयोगजं फलं सूनृतां च सूनृता हि प्रिया वा तन्निमित्तञ्च इष्टापूर्ते इष्टं यागजं फलं पूर्तम् आरामादिक्रियाजं फलं पुत्रपशुंश्च पुत्रांश्च पशुंश्च सर्वाम् एतत्सर्वं यथोक्तं वृङ्क्ते वर्जयति विनाशयति इत्येतत् पुरुषस्य अल्पमेधसः अल्पप्रज्ञस्य यस्य अनश्नन्नभुञ्जानः ब्राह्मणः गृहे वसति तस्मात् अनुपेक्षणीयः सर्वावस्थासोऽपि अतिथिः इत्यर्थः तिस्रो रात्री यदवासीः गृहे मे अनश्नन् ब्रह्मन् अतिथिर्नमस्य नमस्तेऽस्तु ब्रह्मन् स्वस्तिमेऽस्तु तस्मात् प्रतित्रीन् वरान् वृणीष्व एवमुक्तो मृत्युः उवाच नचिकेत्सम् उपगम्य पूजापुरस्सरं तिस्रः रात्रिः यद्यस्मादवात्सीः उषितवानसि गृहे मे मम अनश्नन् हे ब्रह्मन् अतिथिः सन् नमस्य नमस्कारः रश्च। तस्मात् नमः ते तुभ्यम् अस्तु भवतु। हे ब्रह्मन् स्वस्ति भद्रम्मे अस्तु। तस्मात् भवतु अनशनेन मद्गृहवासनिमित्तात् दोषत् तत्प्राप्ति उपशमेन यद्यपि भवदनुग्रहेण सर्वं मम स्वस्ति स्यात् तथापि तु अधिकसम्प्रसादनार्थम् अनशनेन उषिताम् एकैकां रात्रिं प्रति त्रीन् वरान् वृणीष्व अभिप्रेत अर्थविषयान् प्रार्थयस्व मत्तः। शान्तसङ्कल्पस्मना यथा स्यां वीतमन्युर्गौतमो मामिसृत्यं त्वत्प्रसृष्टं माविवदेत् प्रतीत एतत्त्रयाणां कृतं वरं वृणे। नचिकेतास्त्वाहं यदि दित्सुः वरान् शान्तसङ्कल्पः उपशान्तः सङ्कल्पो यस्य मां प्रति यमं प्राप्य किं नु कर्षति मम पुत्रः इति सः शान्तसङ्कल्पः सुमनः प्रसन्नचित्तश्च यथा स्यात् वीतमन्युः विगतरोषश्च गौतमः मम पितः मा अभि मां प्रति हे मृत्यु। किञ्च त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति मां अभिवदेत् प्रतीतः लब्धस्मृति स एव अयं पुत्रो मम आगतः इति एवं प्रत्यभिजानन् इत्यर्थः। एतत्प्रयोजनं त्रयाणां वराणां प्रथमम् आद्यं वरं वृणे प्रार्थये यत्पितुः परितोषणं। यथा पुरस्तान् भविता प्रतीत औद्दालकिः आरुणिः मत्प्रसृष्टः सुखकं रात्रिः शयिता वीतमन्युः त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तं। मृत्युर्वाच यथा बुद्धिः त्वयि पुरस्तात् पूर्वम् आसीत् स्नेहसमन्विता पितुः तव भविता प्रीतिसमन्वितः तव पिता तथैव प्रतीतः प्रतीतवान् सन् औद्दालकिः उद्दालक एव औद्दालकिः अरुणस्य अपत्यम् आरुणिः द्व्यांशायणो मत्प्रसृष्टः मयानुज्ञातः सन् उत्तरापि रात्रिः सुखं प्रसन्नमनः शयिता स्वप्त वीतमन्युः विगतमन्युश्च भविता स्यात्। त्वां पुत्रं ददृशिवां दृष्टवान् सन् मृत्युमुखात् मृत्युगोचरात् प्रमुक्तं सन्तम्।